गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। आकाशस्य लक्षणनिरूपण अवसरे वयं स्मः। तत्र शब्दगुणकम् आकाशम् इति लक्षणं कृत्वा तत्र शब्दम् इति पदं किमर्थं योजितं समवायसम्बन्धेन शब्दः इति गुणः आकाशः इति द्रव्ये वर्तते इति बोधनार्थं शब्दगुणं तत्र योजितं, तत्र समवायसम्बन्धः सूचितमस्ति इति। किमर्थं समवायसम्बन्धस्य सूचना, तस्य आवश्यकता का इति चेत्, तत्र द्रव्याणां प्रत्यक्षविषये अस्माकम् अवगमनं जातं। बहिरिन्द्रियेण कीदृशद्रव्याणां ग्रहणं भवति इत्यस्मिन् विषये चिन्तयित्वा येषां परमाणुपरिमाणभिन्नपरिमाणमस्ति अपि च उद्भूतरूपमस्ति तेषामेव ग्रहणं भवति बाह्येन्द्रियेण इति अस्माभिः अधीतम्। अनेन किं लब्धं? तत्र परमाणवः सर्वेषां परमाणूनां प्रत्यक्षं न भवत्येव इति आगतम्। किमर्थम् इत्युक्ते तेषां परमाणुपरिमाणभिन्नपरिमाणं नास्ति, केवलं परमाणूनाम् इति नास्ति, अपि च जणुकानां परमाणुपरिमाणानाम् अपि परमाणूनाम् अपि च जणुकानां सर्वेषां प्रत्यक्षं न भवत्येव। तेषां परमाणुपरिमाणभिन्नपरिमाणं तेषु परमाणुपरिमाणभिन्नपरिमाणं नास्ति अपि च उद्भूतरूपमपि नास्ति इत्यतः। इति चेत् तत्र परमाणवः सन्ति इति कथं वा ज्ञायते इति चेत् तत्र अनुमानेन एव ज्ञायते। यत्किमपि कारणं भवेत्, कारणं विना कार्यं न भवति इति वयं जानीमः। तत्र सिद्धान्तः, कारणं विना यत्किमपि कार्यं न भवति, अपि च तत्र मूलकारणं किमपि भवेत् यत् स्वयं कार्यं नास्ति अपि च स्वस्य कारणं नास्ति इति तादृशमूलकारणं भवेत्। नो चेत् तत्र इन्फिनिट् रिग्रेशन् भवति इति कृत्वा तादृशतर्केण परमाणवः सन्ति, तेषां परिमाणं परमाणुपरिमाणम् अस्ति इति तादृशतर्केण अस्माभिः निश्चितं, नैयायिकैः निश्चितम्। एवमेव तत्र इन्द्रियाणां प्रत्यक्षं भवति वा न वा इति पृष्ट्वा तत्र इति चिन्तयित्वा तत्र इन्द्रियाणां प्रत्यक्षं स्वेन नो चेत् अन्यैः इन्द्रियैः न भवति इति अपि अस्माभिः निर्णीतम्। किमर्थम् इत्युक्ते तेषु उद्भूतरूपं नास्ति इत्यतः। तत्र पृथिव्यादि तत्र घ्राणेन्द्रियम् अपि च रसनेन्द्रियं चक्षुरिन्द्रियम् इति तेषु रूपम् अस्ति चेदपि उद्भूतरूपं नास्ति, तद् उद्भूतरूपं नास्ति। यद्यपि रूपमस्ति अपि च परमाणुपरिमाणभिन्नपरिमाणमस्ति, तथापि तेषाम् अनिन्द्रियत्वात् अनिन्द्रियम् आलोच्य उद्भूतरूपं तेषु उद्भूतरूपं नास्ति इति स्वीकृतम् अस्तु। अपि च इदानीं मध्यमपरिमाणवन्तः तेषां प्रत्यक्षं भवत्येव तत्र घटपटादयः अपि च जलम् अपि च अग्निः एतेषां प्रत्यक्षं भवति इति अनुमान इति अनुभवसिद्धमस्ति इति कृत्वा तत्र किमपि क्लेशः एव नास्ति, न किमपि वक्तव्यं, तेषु मध्यमपरिमाणमस्ति अपि च रूपमपि अस्ति इति वयं जानीमः. इदानीं वायोः का गतिः? वायौ रूपं नास्ति, रूपरहितस्पर्शवान् वायुः इति एव वायोः लक्षणं कृतम्. अतः रूपं नास्ति, मध्यमपरिमाणमस्ति. रूपं नास्ति इत्यतः तत्र रूपं नास्ति चेत् उद्भूतरूपं न भवत्येव इति कृत्वा वायुः इति द्रव्यम् अस्ति इति कथं वा ज्ञातुं शक्यते इति चेत् तत्र वायोः स्पर्शनं भवति. वायौ स्पर्शः अस्ति, रूपरहितस्पर्शवान् वायुः इति स्पर्शः इति गुणः अस्ति. तद्गुणं सः गुणः अनुभूतुं शक्यते इति कृत्वा वायुः अस्ति. तत् गुणः स्वेन यत्र कुत्रापि न तिष्ठति, स्वतन्त्रेण न यत्र कुत्रापि न तिष्ठति. गुणः सर्वदा द्रव्ये एव भवति इति कृत्वा स्पर्शः इति गुणः यद् वायौ अस्माभिः अनुभूयते तादृशभिन्नस्पर्शः, भिन्नस्पर्शः इत्युक्ते कस्य केषाम् अपेक्षया इत्युक्ते पृथिवी, तेजः, वायुः इत्येतेषाम् अपेक्षया वायौ भिन्नस्पर्शः अस्माभिः अनुभूयते. तादृशस्पर्शः इति गुणः किमपि द्रव्ये भवेत् अपि च तद्द्रव्यं पृथिवी न भवितुमर्हति, जलं न भवितुमर्हति, अग्निः न भवितुमर्हति, अपि च आकाशादि पञ्चकमपि न भवितुमर्हति इति कृत्वा तत्र वायु इति भिन्नद्रव्यम् अस्ति इति अनुमानेन स्वीकृतम्. एवमेव तत्र आकाशः इति द्रव्यम् अस्ति इति केन अवगतं, नो चेत् केन ज्ञातम् इति चेत् शब्दः इति गुणः अस्ति इति नैयायिकानां मतं. तत्र पूर्वम् अस्माभिः अधीतं मीमांसकानां मतानुसारं शब्दः इति द्रव्यं न तु गुणः. तन्निराकरणार्थम् आकाशस्य लक्षणवाक्ये शब्दम् इति शब्दगुणम् इति गुणपदम् उपात्तम् इति अस्माभिः अधीतम्. इदानीं मीमांसकानां मतानुसारं वयं चिन्तयामश्चेत् शब्दः इति द्रव्यम् इति स्वीकुर्मश्चेत् तत्र मीमांसिकैः कथं वा आकाशः इति द्रव्यम् अस्ति इति निरूपयितुं तत्र क्लेशः भवति. किमर्थमित्युक्ते तत्र शब्दः इति गुणः इति गुणः नास्ति, द्रव्यम् इति स्वीकुर्मश्चेत् तत्र द्रव्यं तु स्वतन्त्रेण स्थातुं शक्यते. तादृश शालित्वं द्रव्ये वर्तते, सर्वेषाम् अधिकरणं भवति द्रव्यम् इति कृत्वा शब्दः इति द्रव्यम् इति स्वीकुर्मश्चेत् आकाशे न वर्तते चेत् इदानीं तत्र केवलम् आकाशे एकमेव गुणमस्ति, तत्तु शब्दः. इदानीं शब्दम् इति गुणं द्रव्यम् इति स्वीकुर्मश्चेत् तत्र आकाशः निर्गुणं भवति. निर्गुणस्य कथं वा ज्ञातुं शक्यते इति प्रश्नः उदेति. अतः एव नैयायिकाः किं कुर्वन्ति, तत्र शब्दः इति गुणः इति स्वीकृत्य गुणं शब्दः इति गुणं कुत्र अस्ति इति चिन्तयित्वा तत्र आकाशः इति द्रव्ये अस्ति इति नैयायिकाः वदन्ति. तादृशं तैः स्वीकृतम्. अनेन किं लब्धम्? आकाशः इति भिन्नद्रव्यम् अस्ति इति लब्धम् इति तादृशचिन्तनान् अस्माभिः तत्र गतवर्गे कृतम्. अपि च इदानीम् आकाशः इति द्रव्यं भिन्नद्रव्यम् इति नास्ति, तच्च एकं नित्यं विभुः इति एतत् सर्वं नैयायिकैः उक्तमस्ति. तत् कथम् इत्यस्मिन् विषये इदानीं तत्र चर्चा अग्रे प्रचलति. इदानीं वयं कुत्र स्मः इति चेत् द्विपञ्चाशततमपुटे स्मः. तत्र उपरि आरभ्य एकं द्वे त्रीणि चतुर्थपरिच्छेदः ततः आरभ्य पठनीयम्. इदमेव नास्ति विधाय मनसि निधाय उक्तं तच्च एकम् इति, तदनन्तरम् अनुमितिविषयता विषयता इति. अस्तु, एतावत्पर्यन्तं तत्र किम कस्य क्लेशः अस्ति वा कस्यापि? तत्र सर्वेषां बाह्येन्द्राणां रूपम् अस्ति, अपि च परमाणुपरिमाणम् अतिरिक्तपरिमाणम् अस्ति चेदेव ग्रहणम् इति तथा नास्ति खलु? केवलं चक्षुरिन्द्रियस्य विषये अस्तु वदतु भगिनि. न केवलं चक्षुरिन्द्रियस्य विषये एव तथा अस्ति. तत्र यस्मिन् रूपम् अस्ति, अपि च परमाणुपरिमाणम् अतिरिक्तपरिमाणम् अस्ति, तस्य एव प्रत्यक्षं भवति. परन्तु अपरेषाम् इन्द्रियाणां अत्र एतत्र त्वगिन्द्रियम् अस्ति चेत् अत्र रूपं नास्ति चेदपि ग्रहणं भवति खलु? सत्यं सत्यम् आम्. इदानीं तत्र किञ्चित् क्लेशः वर्तते. तत्र वयं दृष्टवन्तः किल प्रत्यक्षम् इत्युक्ते किम् इति चेत् एकस्मिन् तत्र इन्द्रियेण ज्ञानं यज्जायते तदेव प्रत्यक्षम् इति स्वीकुर्मश्चेत् तत्र केवलं यद् यदा भवत्या उक्तं तत्र चक्षुषा ग्रहणं भवेत् चेत् तत्र रूपवत्वम् आवश्यकं भवति. इदानीं तत्र चक्षुषा यद् गृह्यते तदेव प्रत्यक्षम् इत्यपि पुस्तके उक्तं. तत्र प्राचीनानां मतानुसारं चक्षुषा यद् गृह्यते तदेव प्रत्यक्षम् इत्यपि उक्तम्. अतः एव अत्र एकपञ्चाशततमपुटे चित्रमस्ति किल, तत्र पश्यतु, तत्र उपरि शीर्षकमस्ति न प्रत्यक्षयोग्याः इति. किन्तु अत्र चक्षुषा द्रष्टुम् अयोग्याः इति प्रायः दातव्यमस्ति. किन्तु तत्र प्राचीनानां मतानुसारं न प्रत्यक्षयोग्याः इत्युक्ते प्राचीननैयायिकानां मतानुसारं यत् चक्षुषा गृह्यते तदेव प्रत्यक्षम्, अन्य इन्द्रियैः यद्गृह्यते यद् ज्ञानं जायते तत् प्रत्यक्षम् इति न ते न स्वीकुर्वन्ति इति तादृशचिन्तनम् आसीत्. किन्तु इदानीं नव्यनैयायिकानां मतानुसारं ये यद्यत् ज्ञानम् इन्द्रियेण भवति, तत्र बहिरिन्द्रियं वा नो चेत् अन्तरिन्द्रियं मनः इत्यनेन अपि यज्ज्ञानं जायते तत्सर्वं प्रत्यक्षम् इत्यस्मिन् श्रेण्याम् अन्तर्भूतम् अस्ति इति एव इदानीन्तननैयायिकानां मतम् अस्ति, नव्यनैयायिकानां मतमस्ति. तदेव समीचीनम् इति अपि मम मतम् इति तादृशं वदामश्चेत् यथा भवत्या उक्तं तादृशं किञ्चित् इतोपि वक्तव्यं. चक्षुषा प्रत्यक्षं भवेत् चेत् तत्र रूपवत्वम् अपि च मध्यमपरिमाणवत्वं भवेत् इति अस्ति. सम्यक् महोदय, तदेव मम प्रश्नः गते वर्गे अपि आसीत्, किञ्चित् भ्रमात्मकः अस्ति यतोहि तत्र मिश्रणमस्ति अतः किञ्चित् भ्रमात्मकमस्ति. आमामाम्. अतः इदानीं तत्र यद्यपि पुस्तके तादृश किञ्चिदिव मिश्रणमस्ति, इदानीमेव वयम् अस्मिन् वर्गे किं निश्चयं कुर्मः इति चेत् अस्माकं सर्वेषां पक्षम् इतः परम् एतदेव भवति. किम् इति चेत् इन्द्रियेण जन्यं ज्ञानं प्रत्यक्षम्, इन्द्रियैः जन्यं ज्ञानं प्रत्यक्षम् इति स्वीकुर्मः. तत्र बहिरिन्द्रियं वा अन्तरिन्द्रियं वा यत्किमपि भवतु इन्द्रियैः जन्यं ज्ञानं प्रत्यक्षम् इति स्वीकुर्मश्चेत् इन्द्रियेण जन्यं ज्ञानं प्रत्यक्षम् इति स्वीकुर्मश्चेत् तत्र तादृशमेव स्वीकुर्मः। इदानीं नैयायिका प्राचीनानां मतं नव्यानां मतम् इति त्यजामः, अस्माकं निश्चित लक्षणं किम् इति चेत् इन्द्रियेण जन्यं ज्ञानं प्रत्यक्षम् इति स्वीकुर्मः। तद् आधारीकृत्य एव यत्किमपि अवगमनं नो चेत् अस्माभिः वक्तव्यं चेत् तद् आधारीकृत्य एव वदामः। अस्तु महोदय, समीचीनं, धन्यवादः। अस्तु अस्तु अस्तु, इदानीं सीमा भगिनी अग्रे पठति वा? आं महोदय, अनुमिते विषयतया अनेकेषु स्वीक्रियते चेत् बुद्धेः यः क्लेशः तत् गौरवम् इत्युच्यते। अनुमिति विषयतायाः एकस्मिन् स्वीकारे बुद्धेः सौकर्यं लाघवम् इत्युच्यते। तादृशलाघवम् आलोच्य आकाशादीनाम् एकत्वम् आधृतम्। तावत्पर्यन्तम् अत्र अनुमानेन यदि आवश्यकता नास्ति चेदपि वयं अनेकेषु बहुत्वं नानात्वं स्वीक्रियते चेत् बुद्धेः क्लेशः भवति, सः क्लेशः गौरवम् अस्ति इति उच्यते। किन्तु विपरीततया यदि विषयस्य एकत्वं स्वीकुर्मश्चेत् बुद्धेः यत् सौकर्यम् अस्ति तद् लाघवम् इत्युच्यते। अत्र तादृशलाघवम् आलोच्य एव आकाशादीनाम् इत्युक्ते आकाशस्य कालस्य दिगः एकत्वं दिशः एकत्वं स्वीकृतः अस्ति। तत्र नानात्वं स्वीकरणे गौरवम् अस्ति, अतः एकत्वं स्वीकृतम् अनुमानेन अपि अग्रे अपि भवदेव पठतु भगिनि, तद्वदेव द्विपञ्चाशत् द्विपञ्चाशत् तद्वत् एव च तेषाम् अनित्यत्वे अवयवादिकल्पना प्राग्भावः ध्वंसः च स्वीकर्तव्यो भवति इति गौरवम्। नित्यत्वे बाधकमपि नास्ति इति लाघवात् तेषां नित्यत्वम् एव स्वीक्रियते। अत्रापि यदि नित्यत्वे कोऽपि बाधकं नास्ति तर्हि द्रव्यस्य नित्यत्वं ग्रहणीयं, तत्र लाघवम् अस्ति। अतः अत्र अनित्यत्वे स्वीकारे अवयवादिकल्पना भवति, तस्य प्राग्भावः अपि भवति। अनित्यम् अस्ति चेत् तस्य उत्पत्तिः भवति, अतः प्राग्भावः अस्ति। उत्पत्तिः चेत् ध्वंसः अपि स्यात्, अतः ध्वंसः अपि कल्पनीयः भवति। तेषां स्वीकारे गौरवम् अस्ति, अतः तादृशकल्पना न आवश्यका यत्र नित्यत्वे बाधकं नास्ति। अतः आकाशस्य कालस्य एवं दिशः नित्यत्वं स्वीकर्तव्यम् अस्ति। समीचीनं, तदेव तावदेव महोदय। आं, तत्र अवयवादिकल्पना इति अस्ति किल, तस्मिन् विषये किञ्चित् वदति वा? नैयायिकानां मते यः यं यत् किमपि द्रव्यम् उत्पद्यते सः अवयवेन एव उत्पद्यते. अतः द्रव्यस्य उत्पत्तिकारणं तस्य अवयवाः सन्ति. यदि वयम् एवं मन्यामः आकाशस्य उत्पत्तिः अस्ति, तर्हि आकाशस्य कृतेपि तेषाम् अवयवाः कारणं भवन्ति. अतः अवयवस्य कल्पना आवश्यका भवति तदानीं. किन्तु नित्य अस्ति चेत् अवयवस्य कल्पना न आवश्यकी. अतः आकाशः एकम् एव नित्यमपि. समीचीनम्. अपि च तत्र अनुमितिविषयता इति अस्ति किल, अनुमिति इत्युक्ते किम् इति वदति वा? अनुमिति इति अनुमानस्य ज्ञानं, यः ज्ञानम् अनुमानेन जन्यते सः अनुमितिः. अत्र आकाशस्य कृते, कालस्य कृते, विषः कृते कोऽपि अन्यप्रमाणं नास्ति. अतः अनुमानेन एव तेषां सिद्धिः अस्ति. अतः ते सर्वे अनुमितिविषयाः सन्ति. किमर्थं तेषां अनुमानेनैव साधनीयम् इति आवश्यकता अस्ति? तेषाम् अनुभवः अस्ति किन्तु तेषां प्रत्यक्षं नास्ति. केनापि इन्द्रियेण तेषाम् अनुभवः न भवितुम् अर्हति. अतः तेषां सत्त्वे अनुमानम् एव प्रमाणम् अस्ति. हा, तत्र तेषाम् अनुभवः अस्ति इति भवत्या उक्तम्, अनुभवः अस्ति वा तेषां? न, क्षम्यतां, सर्वे न वायोः एव अनुभवः अस्ति. आकाशस्य अनुमानम् एव अस्ति, यतोहि शब्दस्य आश्रयः किमपि भवितुं भवितव्यम् अस्ति. अतः आकाशस्य एवं कालस्य एवं दिशः अनुभवः नास्ति. क्षम्यताम्, केवलं वायोः. अपि च इदानीं तत्र किन्तु वायोः अनुभवम् अस्ति वा, नो चेत् वायौ यत् वायौ यत् भिन्नस्पर्शः वर्तते तस्य अनुभवं भवति वा? अस्तु अस्तु, स्पर्शस्य अनुभवः अस्ति. हा, सत्यम्. आम् इति अस्ति, समीचीनम्. अस्तु, समीचीनं समीचीनं भगिनि, धन्यवादः. अत्र किञ्चिदिव अहं वदामि. तत्र लाघवं गौरवम् इति नैयायिकानां बृहत् सिद्धान्तः अस्ति. नैयायिकाः लाघवशरणीयाः इति वदन्ति तेषां विषये. नैयायिकाः सर्वदा लाघवशरणीयाः इति. यत्र यत्र लाघवं स्वीकर्तुं शक्यते तत्र सर्वत्र लाघवं स्वीकरणीयं भवति नैयायिकैः इति तादृश तेषां मतानुसारं. तत्र किमर्थम् इत्युक्ते लाघवस्वीकरणेन बुद्धेः तत्र क्लेशः न्यूनमस्ति इति कृत्वा सर्वत्र यत्र यत्र लाघवं स्वीकर्तुं शक्यते तत्र सर्वत्र लाघवमेव ते स्वीकुर्वन्ति. लाघवम् इत्युक्ते किं? बुद्धेः सौकर्यम् इति. गौरवम् इत्युक्ते किं? बुद्धेः क्लेशः भवति चेत् तदेव गौरवम् इति. प्रथमं तत्र अनुमिति इति उक्तम्. अनुमिति इत्युक्ते किम् इति चेत् ज्ञानस्य नाम अस्ति अनुमिति. अनुमानम् इति प्रमाणं, अनुमानप्रमाणेन यत् ज्ञानं लभ्यते तस्य नाम अस्ति अनुमितिः इति. इन्द्रियैः यत् ज्ञानं भवति तस्य ज्ञानस्य नाम अस्ति प्रत्यक्षम्. अनुमानेन यत् ज्ञानं लभ्यते तस्य नाम अस्ति अनुमितिः. उपमानम् इति भिन्नप्रमाणमस्ति. तेन यद् ज्ञानं लभ्यते तस्य नाम अस्ति उपमितिः. अपि च शब्दः इति प्रमाणमस्ति. तत्र तेन यद् ज्ञानं जायते तस्य ज्ञानस्य नाम अस्ति किं वदति शाब्दम् इति अहं चिन्तयामि. शाब्दं महोदय, शब्दज्ञानं, शब्दः इति प्रमाणम्. शब्दः, शब्दः, शब्दः इति ज्ञानः, किन्तु शब्दबोधनेन शब्दबोधः, शब्दबोधः इति वदन्ति. सत्यं, सत्यं, शब्दबोधः इति हा इति अस्ति. अतः अनुमितिः इत्युक्ते अनुमानेन यद् ज्ञायं यद् ज्ञानं जायते तस्य नाम अस्ति अनुमितिः. अनुमितिविषयः कः भवति? यद् ज्ञानस्य विषयम् अनुमानेन यद् ज्ञानं जायते तस्य विषयं यदस्ति तदेव अनुमितिविषयः अस्ति. तस्मिन् अनुमितिविषये अनुमितिविषयता अस्ति. अनुमितिविषयता इति भावः अस्ति. सर्वेषु अनुमितिविषयेषु अनुमितिविषयता इति भावः अस्ति. यथा आधेयता, अधिकरणता इति वदामः, तादृशभावः अनुमितिविषयता इति भावः अनेकेषु स्वीक्रियते चेत् बुद्धेः यः क्लेशः भवति तद् गौरवम् इत्युच्यते. अनुमितिविषयतायाः एकस्मिन् स्वीकारे बुद्धेः सौकर्यं लाघवम् इत्युच्यते. तादृशलाघवम् आलोच्य आकाशादीनाम् एकत्वम् आदृतम्. अत्र इदानीं यद्यद् अनुमानेन ज्ञायते तत्र सर्वत्र तत्र औत्सर्गिकस्वीकरणमस्ति. एकत्वं, विभुत्वम्, अपि च अन्यत् अन्यदपि अस्ति. एकत्वं, विभुत्वं, नित्यत्वम् इति तत्र एकत्वं वा बहुत्वं तत्र सङ्ख्याविषये औत्सर्गिक स्वीकरणमस्ति नित्य एकत्वम् इति. अपि च नित्यत्व अनित्यत्वविषये नित्यत्वमेव औत्सर्गिकम्. अपि च विभुत्वं परिमाणविषये विभुत्वमेव औत्सर्गिकम्. किमर्थम् इत्युक्ते तत्रैव लाघवम् अस्ति. कीदृशलाघवम् इति चेत् इदानीं नित्यत्वम् इति स्वीकुर्मः. नित्यत्वं कुत्र भवति? यत् कारणमस्ति, यत् कार्यं नास्ति, यद्यत् कार्यं तत्सर्वम् अनित्यम् इति व्याप्तिः. यद्यत् कार्यं तत्सर्वम् अनित्यम्. कार्यमित्युक्ते किं? कारणेन यद् ज्ञायते, यद् जायते तदेव कार्यं. तत्र इदानीं परमाणुद्वयमस्ति. परमाणु तयोः संयोगेन द्यणुकम् उत्पद्यते. द्यणुकानां संयोगेन तत्र कार्यं त्रयणुकं, चतुर्णुकम् इत्यादिकम् अपि च कार्यं जायते. इदानीं तत्र यदा तेषु यत् संयोगः जातः तत् भग्नं भवति चेत्, संयोगस्य नष्टः भवति चेत् इदानीं कार्यस्य नष्टमपि भवति. अतः यद्यत् कार्यं तत्सर्वम् अनित्यम् इति नैयायिकाः वदन्ति. इदानीं यत्किमपि वस्तु अनित्यम् इति वक्तव्यं चेत् तत् कार्यं इति निरूपणीयं, कार्यम् इति निरूपणीयं चेत् तस्य अवयवः अवयवाः के इति वक्तव्यम्, अपि च कार्यं सर्वदा जायते इति कृत्वा कार्यस्य उत्पत्तेः प्राक् तत्र अभावः, प्रागभावः, अभावस्य चातुर्विध्यम् अस्माभिः अधीतं, प्रागभावः, प्रध्वंसभावः, अत्यन्ताभावः, अन्योन्याभावः इति. तत्र प्रागभावः इत्युक्ते किं? कार्यस्य उत्पत्तेः पूर्वं कार्यस्य एव यः अभावः अस्ति तत् प्रागभावः. प्रागभावस्य प्रागभावः नश्यति चेदेव कार्यस्य उत्पादनं भवति इति नैयायिकानां मतम्. अतः इदानीं यत्किमपि वस्तु कार्यं, नो चेत् तत्र अनित्यम् इति वदामश्चेत् कार्यम् इति वक्तव्यं, कार्यम् इति वक्तव्यं चेत् तस्य प्रागभावः निरूपणीयः भवति, तस्य अवयवाः के इति वक्तव्यं भवति, अपि च तस्य ध्वंसः कदा भवति इति अपि वक्तव्यं भवति इति बहु किमपि वक्तव्यं भवति यदि एकं वस्तु अनित्यम् इति वदामश्चेत्. अतः तत्र औत्सर्गिकम्, औत्सर्गिकम् इत्युक्ते रूल्, तादृशं तत्र सामान्यमस्ति, यूनिवर्सल्. एकं वस्तु अनित्यम् इति वदामश्चेत् तत्र एतत् सर्वं वक्तव्यं, तस्य अवयवाः के, प्रागभावः कदा नश्यति, प्रागभावः अस्ति वा न वा, ध्वंसः कदा भवति इति एतत् सर्वं वक्तव्यं भवति. एतत् सर्वं वक्तव्यं भवति इति चेत् तत्र गौरवं भवति इति कृत्वा कुत्र लाघवमस्ति नित्यम् इति वदामश्चेत् तत्र लाघवमस्ति. एतत् एतेषां विषये चिन्तनमेव न कार्यम्. अवयवाः के, प्रागभावः अस्ति वा, ध्वंसः कदा भवति, केन भवति इति एतेषां विषयाणां विषये तत्र चिन्तनमेव न कार्यम् इत्यतः तत्र नित्यत्वस्वीकारे सर्वत्र लाघवम् अस्ति. किन्तु सर्वत्र नित्यत्वं स्वीकर्तुं शक्यते वा? यदि क्लेशः न भवति तदा नित्यत्वं स्वीकर्तुं शक्यते. अतः एव अत्र अन्तिमवाक्ये उक्तं नित्यत्वे बाधकमपि नास्ति इति, लाघवात् तेषां नित्यत्वमेव स्वीक्रियते. यदि बाधकं भवति नित्यत्वे तदा तत्र अनित्यत्वं स्वीकृत्य एतत् सर्वं वक्तव्यं भवति. इदानीं तत्र केवलं एतदेव अहं वदामि, वेदान्तानां मतानुसारं नित्यवस्तु एकमेव अस्ति, तत्तु ब्रह्म इति वस्तु इति तेषां वेदान्तिनां मतमस्ति. यदि तादृशमतं तैः स्वीकृतं तदा अन्यत् सर्वम् अनित्यमिति वक्तव्यम्. किन्तु तादृश नियमः नैयायिकानां मते नास्ति. तत्र बहवः बहूनि नित्यवस्तूनि भवितुम् अर्हति तेषां मतानुसारम् इति कृत्वा नित्यत्वस्वीकारे लाघवत्वम् अस्ति चेत् तदेव ते स्वीकुर्वन्ति. अतः एव तत्र परमाणूनां नित्यत्वं तैः स्वीकृतम्, अपि च आकाशादि, आकाश, दिक्, काल, मनः, आत्मा एतेषां द्रव्याणामपि नित्यत्वं ते स्वीकृतम् इत्युक्ते तत्रैव लाघवमस्ति इति कृत्वा, अपि च ते सर्वे अनुमानेन एव ज्ञायते इति कृत्वा. इदानीं तत्र लाघवं वा गौरवं वा इत्यस्मिन् विषये कदा चिन्तनं भवेत् इति चेत् यत् प्रत्यक्षेन न ज्ञायते तेषां विषये एव. इदानीं पश्यतु, अस्माकं पुरतः घटः अस्ति, घटः जायते इति अस्माकं प्रत्यक्षेन ज्ञायते. तत्र इदानीं घटः नित्यः वा अनित्यः वा इति तादृशचिन्तनं न करणीयः. किमर्थम् इत्युक्ते प्रत्यक्षेन यद् ज्ञायते तत् प्रत्यक्षेन यद् बोधः जायते तदेव स्वीकर्तव्यं। घटस्य प्रागभावः अस्माभिः दृष्टं, घटः अस्ति इति अपि अस्माभिः दृष्टम्, अपि च घटस्य ध्वंसः इति भवति तदपि अस्माभिः दृष्टम् इति कृत्वा यत् प्रत्यक्षेण ज्ञायते तस्मिन् विषये इदानीम् एकं वा तद्विभुः वा मध्यमपरिमाणं वा इति तादृशचिन्तनं न कार्यं, किन्तु प्रत्यक्षं विहाय तत्र अनुमानेन वा नो चेत् उपमानेन वा, उपमाने इदानीम् उपमानं त्यजामः अपि शब्दमपि त्यजामः, अनुमानेन यद्यत् ज्ञायते तेषां सर्वेषां विषये नित्यत्वं विभुत्वम् अपि च एकत्वम् इति तत्रैव लाघवम् अस्ति इति कृत्वा तदेव सामान्यमस्ति, औत्सर्गिकमस्ति। तत्र यत्र कुत्रापि बाधकं भवति चेत् तत्र तत्र भिन्नरीत्या स्वीकर्तव्यं भवति इति मुख्यसिद्धान्तः अस्ति तत्र लाघवं गौरवम्। अग्रे यत्र यत्र अनुमानेन अनुमानज्ञानेन यत्किमपि जायते ज्ञानं जायते तस्मिन् विषये सर्वत्र एतत् चिन्तनीयं भवति कुत्र लाघवमस्ति कुत्र गौरवमस्ति इति। अस्तु समीचीनम्, अत्र कस्यापि क्लेशः वर्तते वा? धूमः अस्ति, धूमः अस्ति तत्र इति अनुमानं यदस्ति तत्र अपि लाघवं गौरवमपि चिन्तनीयं वा महोदय? न न, तत्र धूमं दृष्ट्वा अग्नेः अनुमानं किञ्चित् भिन्नरीत्यमस्ति। अत्र पश्यतु, तत्र धूमः इति हेतुः अस्ति, हेतुं दृष्ट्वा अग्निः पर्वते अग्निः अस्ति इति अनुमितिज्ञानम् अस्माभिः प्राप्यते, अपि च तत्र व्याप्तिज्ञानम् अपि आवश्यकमस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम् अपि इति आवश्यकमस्ति, किन्तु अत्र तादृश अनुमानं नास्ति। अत्र हेतुः किं? केवलं तर्कमेव। इदानीं तत्र अस्तु, तत्र शब्दः इति गुणमस्ति, शब्दः शब्दस्य बोधः जायतेव, शब्दः इति गुणमस्ति इति कृत्वा अपि च शब्दः इति गुणः स्वेन यत्र कुत्रापि न तिष्ठति इति कृत्वा, शब्दः इति गुणः अस्ति इति कृत्वा तेन हेतुना आकाशस्य बोधः जायते इति अपि न वक्तुं शक्यते। किमर्थम् इत्युक्ते शब्दः इति गुणः अनेन केवलम् आकाशे एव शब्दः वर्तते इति कथं वा ज्ञातुं शक्यते? तत्र किञ्चित् इतोपि चिन्तनीयं भवति, तत्र दिशि भवतु शब्दः इति गुणः। प्रथमं शब्दः इति गुणः इति कथं वा निर्णेतुं शक्यते इत्यस्मिन् विषये एव चिन्तनीयं भवति। तत्र सैद्धान्तिकेन चतुर्विंशतिगुणाः सन्ति इति नैयायिकैः आदौ एव उक्तं, कथं वा शब्दः इति गुणः, शब्दः इति द्रव्यं किमर्थं न, शब्दः इति दिशि किमर्थं न, किमर्थम् आकाशे इति तादृशचिन्तनमपि कर्तुम् अर्हति। तत्र गौरवं कुत्र अस्ति, लाघवं कुत्र अस्ति इति चिन्तयित्वा प्रायः ते निश्चितवन्तः शब्दः इति गुणः, अपि च सः गुणः आकाशे वर्तते, तत्रैव लाघवमस्ति इति प्रायः तादृशचिन्तनं तैः कृतमस्ति, अस्माभिः अपि चिन्तयितुम् अर्हः अस्ति। महोदय अस्तु महोदय अस्तु महोदय, तत् गौरवं लाघवं औत्सर्गिकं महोदय, तृतीयवाक्यं नूतनं पदं भवान् औत्सर्गिकम्, औत्सर्गिकम् इत्युक्ते रूल्, रूल् रूल् रूल् एक्सेप्शन् इति वदामः किल, सामान्यं विशेषं नो चेत् उत्सर्गः अपवादः व्याकरणशास्त्रे अस्ति उत्सर्गः इत्युक्ते जनरल् रूल्, अपवादः इत्युक्ते महोदय एक्सेप्शन्, हा तदेव उत्सर्गम् आम् महोदय. गौरवं लाघवं तु किञ्चित् लक्षणैः द्रष्टुं शक्यते चेत् अत्र इदानीं गौरवस्य लक्षणं किम् इति तादृशं तैः कृतं वा इति अहं न जानामि, किन्तु तत्र बुद्धेः क्लेशः किम् इति महोदय वदतु महोदय. गौरवं लाघवं किम् इति, हा इदानीं तत्र गौरवम् इत्युक्ते बुद्धेः क्लेशः अधिकं भवति चेत् एकस्य पक्षस्य स्वीकरणे बुद्धेः क्लेशः, बुद्धेः चिन्तनं तत्र बहु किमपि चिन्तनीयम् अपि च वक्तव्यं चेत् निरूपणीयं चेत् तत्र गौरवं, यत्र बुद्धेः सौकर्यमस्ति तत्र प्रक्रियायां बुद्धेः सौकर्यं तत्र बहु किमपि चिन्तनीयम् इति नास्ति इति चेत् तत्र लाघवम् इति तावदवगच्छति चेत् इदानीं पर्याप्तम् इति अहं चिन्तयामि, तावदेव अहमपि जानामि. गौरवस्य लक्षणवाक्यं नैयायिकैः कृतं वा इति अहं न जाने. अस्तु महोदय, यत् सुलभमस्ति तत् गौरवं महोदय लाघवं, यत् सुलभमस्ति यत् तद् लाघवं लाघवं महोदय. एवं च महोदय, यत् आवश्यकमस्ति मिनिमम् आवश्यकता यत्र अस्ति चिन्तने तत् लाघवं, यत्र आवश्यकता आवश्यकतायाः अधिक चिन्तनम् अस्ति तत्र गौरवमस्ति. सत्यं सत्यम् इति अस्ति तत्र चिन्तनं, तत्र लाघवं गौरवम् इति केवलं चिन्तनविषये, बहु किमपि यत्र बहु किमपि चिन्तनस्य आवश्यकता अस्ति तत्र गौरवं, तादृशचिन्तने गौरवम् अस्ति इति ते वदन्ति. यत्र न्यूनमेव चिन्तनीयं तत्र लाघवम् इति ते वदन्ति. महोदय, पञ्चादशतमे पुटे लाघवगौरवस्वरूपं दत्तमस्ति, उदाहरणम् अग्रे आयास्यति वा? नो, अग्रे आयास्यति पञ्चादशतमे पुटे. लाघवगौरवस्वरूपम् ओ तत्र पेज् नम्बर् 15 इति वा? पञ्चादश पञ्चादश अस्तु, इत्युक्ते पूर्वमेव अस्माभिः अधीतमस्ति एतद्विषये. हा लाघवगौरवस्वरूपं, लाघवं नाम विचारसौकर्यम् एवं चिन्तयामः, क्वचित् आपणं गन्तुं प्रवृत्तः. तत्र इदानीम् उदाहरणमस्ति, तत्र वाक्यमेव पठामि. विचारसौकर्यं लाघवम् इत्युच्यते, तद्विपरीतम् असौकर्यं गौरवम् इत्युच्यते इति तावदेव अत्र दत्तमस्ति. तथा च आश्रयाणाम् आधेयानां च अनेकत्वसमवायि तत् त्यजतु इदानीं मास्तु. तत्र चिन्तने चिन्तनविषये एव एतत् सर्वमस्ति. चिन्तनसौकर्यं यत्र वर्तते तत्र लाघवम् इति उच्यते, चिन्तन असौकर्यं यत्र वर्तते तत्र गौरवम् इति नैयायिकानां मतम्. असौकर्यम् इत्युक्ते तत्र बहु किमपि चिन्तनीयं यदा अत्र दत्तमस्ति. अत्र दत्तमस्ति किल इदानीं तत्र आकाशः इति अनेकः आकाशः अनेकः आकाशः अनेकः इति स्वीकुर्मश्चेत् तत्र अवयवादिकल्पना, आकाशस्यापि परमाणवः सन्ति इति वक्तव्यं भवति. अपि च प्रागभावस्य विषये कार्यस्य प्राग्भावस्य विषये ध्वंसविषये इति एतत् सर्वं चिन्तनीयं भवति इत्यतः तत्र आकाशस्य एकत्वं स्वीकुर्मश्चेत् तत्र किमपि बाधा नास्ति क्लेशः नास्ति इति कृत्वा तदेव स्वीकृतम् अपि च तस्य नित्यत्वमेव स्वीकृतम् अपि च तस्य विभुत्वमेव स्वीकृतम् इति अस्ति अग्रे इतोपि गभीरचिन्तनं भवति अस्तु बालसुब्रह्मण्यमहोदय अग्रे पठति वा आकाशस्य परिमाणम् आह विभु इति विभुत्वं परममहत् परिमाणवत्वं यत् परिमाण अपेक्षया उत्कृष्टं महत्परिमाणं न भवति तत् आकाशस्य परिमाणे विभुत्वं विभुः इति परममहत्परिमाणं विभुः विभुः इति सर्वत्र अस्ति इति अर्थः महोदय विभुः इति सामान्य अर्थः अस्ति तत्र लौकिक अर्थः यद् यद् विभुः अस्ति तत् सर्वत्र भवति इति किन्तु अत्र अन्तिमवाक्ये किमुक्तं विभुत्वं परममहत्परिमाणवत्वम् अन्तिमवाक्यं यत् परिमाणम् यत् परिमाण अपेक्षया उत्कृष्टं महत्परिमाणं न भवति तत् इत्युक्ते परिमाण अपेक्षया उत्कृष्टं महत्परिमाणं न भवति अत्र यत् यत् इत्यनेन किम् उक्तं यत् परिमाणम् अपेक्ष यत् परिमाण अपेक्षया यत् इत्युक्ते किम् आकाशं न आकाशः नास्ति अत्र विभुः आकाशस्य परिमाणम् आह विभुः इति विभुः किम् इत्यस्मिन् विषये चिन्तनमस्ति विभु इति परिमाणमस्ति किल विभुः इति परिमाणस्य विषये एव विभुः इति पदस्य प्रयोगः भवति यत् परिमाण अपेक्षया इत्युक्ते विभुः इति यत् परिमाणमस्ति तस्य अपेक्षया उत्कृष्टं महत्परिमाणं न भवति इत्युक्ते विभु इति वदामश्चेत् ततोपि ततः अपि बृहत्परिमाणं यत्किमपि नास्ति इति सर्वेषाम् अपेक्षया यद् विभु अस्ति तदेव बृहत् अस्ति इति उक्तम् परिमाणम् अस्ति तत्र न विभु इति इत्युक्ते आम् परममहत्परिमाणवत्वं विभुत्वम् इत्युक्ते परममहत्परिमाणवत्वम् इति परममहत्परिमाणम् इति परिमाणं तद् यस्मिन् अस्ति तद् परममहत्परिमाणवत् भवति अपि च तादृशभावः परममहत्परिमाणवत्वम् इति भवति अग्रे महोदय सङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि वक्ष्यन्ते तथापि आश्रय अनुरोधेन अन्योपि विभागः कर्तव्यो भवति सङ्ग्रहे तर्कसङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि चतुर्विधानि परमाणु भिन्नपरिमाणं परममहत्परिमाणं त्रयः सन्ति चतुर्थः महोदय अत्र वक्ष्यन्ते इति उक्तमस्ति किल अतः इदानीम् अग्रे आयास्यति इति वक्ष्यन्ते इति भविष्यत्काले लृट् अस्ति अतः तत्र इदानीं त्रिनवतिः शततमपुटे त्रिनवतितमपुटे अणु महत् दीर्घं ह्रस्वम् इति चतुर्विधानि परिमाणानि मूलग्रन्थे इत्युक्ते तर्कसङ्ग्रहे उक्तम् इति तस्य परामर्शः अत्र कृतः अस्ति. सङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि, ते के इति चेत् तानि कानि इति चेत् अणु, महत्, दीर्घं, ह्रस्वम् इति चतुर्विधानि परिमाणानि वक्ष्यन्ते. अग्रे तथापि आश्रय अनुरोधेन अन्यः अपि विभागः कर्तव्यः भवति. तथापि आश्रय अनुरोधेन आश्रय अनुरोधेन इत्युक्ते आश्रयम् इत्युक्ते अधिकरणम् इति वा आश्रयं सत्यम् सत्यम् आश्रयः आश्रयमित्युक्ते अधिकरणं. परिमाणम् इति गुणः अस्ति किल, चतुर्विंशतिगुणेषु अन्यतमः परिमाणम् इति गुणः. स्वेन न तिष्ठति, तस्य किमपि द्रव्यम् आवश्यकमस्ति इति कृत्वा आश्रय अनुरोधेन, इत्युक्ते आश्रयम् आधारीकृत्य अन्यः अपि विभागः कर्तव्यः भवति. सः विभागः कः? अग्रे पठतु. स च अणुपरिमाणं, परममहत् परिमाणं, मध्यमपरिमाणम् हा इति तत्र आश्रयं स्वीकृत्य, इत्युक्ते द्रव्यं स्वीकृत्य एतादृशविभागः अपि कृतः. तत् किम् इत्युक्ते अणुपरिमाणम् इत्युक्ते परमाणुपरिमाणम् इति स्वीकर्तुं शक्यते. तदेव अस्माकं परिचित पदम् इति कृत्वा परमाणुपरिमाणं, परममहत् परिमाणं, मध्यमपरिमाणम् इति त्रिधा विभजितमस्ति. इत्युक्ते अस्तु चतुर्विधविधानि परिमाणानि एवं विभज्यते वा अथवा अतिरिक्ताः? न तत्र ते तत्र चतुर्विधानि परिमाणानि पुनः एतादृशं विभजितम् इति नास्ति. परिमाणम् इति गुणः, परिमाणम् इति गुणः तत्र भिन्नरीत्या विभजितम्. एकं तु मूलग्रन्थे चतुर्विधा विभजितमस्ति, तत्तु अणु, महत्, दीर्घं, ह्रस्वम् इति. इदानीं तत्र भिन्नरीत्या केन आधारेण? आश्रय अनुरोधेन. आश्रयं तद् इत्युक्ते द्रव्यम् आधारीकृत्य, द्रव्यम् आधारीकृत्य इत्युक्ते तत्र अग्रे आयास्यति. इदानीं विद्या भगिनी अग्रे पठति वा भगिनि? तत्र कोष्टकमस्ति, कोष्टकं पठनीयं वा? आमाम् आम्. परमाणुपरिमाणं पृथ्व्यादिचतुष्टयस्य परमाणवः द्वैणुकानि च मनांसि. परममहत्परिमाणम् आकाशः, कालः, दिक्, जीवाः, ईश्वरः. मध्यमपरिमाणं घटपटादयः पृथ्व्यादिचतुष्टयस्य विभागग्रन्थे शरीरेन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वे अपि. तर्हि अत्र परिमाणाः त्रिविधा, परमाणुपरिमाणं, परममहत्परिमाणम् अपि च मध्यमपरिमाणं. पूर्वमेव वयं चर्चितवन्तः बहु किमपि. अत्र परमाणुपरिमाणं कस्य भवति इति चेत् पृथ्वी, वायु, जलं, तेजसः तेषां परमाणवः अपि च द्वयणुकानि तेषां परमाणुपरिमाणम् अस्ति. अपि च मनः अपि परमाणुपरिमाणम् इति वयं दृष्टवन्तः. तदनन्तरं परममहत्परिमाणम् अत्र नित्यपदार्थाः अपि च आकाशः, कालः, दिक्, जीवाः, ईश्वरः सर्वे नित्यपदार्थाः. अपि च विभुद्रव्याणि, सर्वाणि विभुद्रव्याणि. अनन्तरं मध्यमपरिमाणम् अत्र घटः, पटः, मठः यत्किमपि भवतु, लोके यत्किमपि अस्ति, तानि सर्वाणि वस्तूनि एतेषु वस्तुषु मध्यमपरिमाणम् अस्ति. पृथ्व्यादिचतुष्टयस्य अत्र पृथ्वी, वायु, जलं, तेजः तत्र वयं पूर्वमेव दृष्टवन्तः लक्षणवाक्ये शरीरेन्द्रियविषयभेदात् इत्यनेन दर्शिताः, ते सर्वे अपि अत्र मध्यमपरिमाणम् इत्यस्मिन् अन्तर्भूताः. हा, समीचीनं भगिनि. अत्र इदानीं मध्यमपरिमाणं घटपटादयः इति दत्तमस्ति, तत्र मध्यमपरिमाणं तेषु अस्ति इति केन प्रमाणेन ज्ञातम्? मध्यमपरिमाणं तेषु अस्ति इत्युक्ते प्रत्यक्षं भवति खलु तेषां? हा, सत्यं, प्रत्यक्षप्रमाणेन ज्ञातम्. अपि च परममहत्परिमाणम् आकाशः, कालः, दिक्, जीवाः, ईश्वरः इति एतेषां परममहत्परिमाणम् अस्ति इति केन प्रमाणेन? अनुमानेन. हा, अनुमानेन ज्ञातम्. किमर्थं तादृशं स्वीकृतम् अस्ति इति चेत् तत्र लाघवम् अस्ति, तादृशचिन्तने लाघवम् अस्ति इति कृत्वा तत्र स्वीकृतम्. अपि च परमाणुपरिमाणं तत्र प्रमाणं किम्? तत्रापि अनुमानेन एव खलु. अत्र अन्तिम चरमावयवः, चरमावयवः एव परमाणुः, तर्हि तत्र कोऽपि किमपि कोऽपि पदार्थः, पदार्थं स्वीकृत्य तत्र विभजनं कृत्वा कृत्वा कृत्वा चरम अंशः एव परमाणुः. हा, इति तादृशतर्कम् उपयुज्य एव अनुमानेन एव परमाणुपरिमाणं लब्धं, तत्रैव लाघवमस्ति इति कृत्वा तादृशचिन्तनं तैः कृतम्. समीचीनम्. अत्र केवलं चिन्तनार्थम् एतत् पृच्छामि, द्यणुकं न मास्तु इदानीं, मास्तु, इतोपि किञ्चित् पठनीयं भवति अस्य उत्तरार्थं. मम मनसि कः प्रश्नः आसीत् इति चेत्, किमर्थं द्यणुकानां परमाणुपरिमाणं स्वीकृतम् इत्यस्मिन् विषये कस्यापि चिन्तनं मनसि अस्ति वा इति, किन्तु प्रायः इदानीं मास्तु, इतोपि किञ्चित् अधीत्वा तस्मिन् विषये चिन्तयामः. महोदय, एकः प्रश्नः अस्ति, जीवानां एव प्रत्यक्षं भवति महत् महत्परिमाणवः परिमाणवन्तः ये सन्ति तेषां जीवानाम् एव प्रत्यक्षं भवति मनसा जीवानाम् एव प्रत्यक्षम् इत्युक्ते जीवस्य प्रत्यक्षम् इति न वदति भवती, तदेव इतोपि वदतु. मम चिन्तनम् आसीत् मनसः प्रत्यक्षं नास्ति किन्तु जीवस्य प्रत्यक्षं मनसा भवति, तत् सत्यं न जानामि. आमामां, सत्यं सत्यमेव. इदानीं तत्र प्रत्यक्षविषयः कः इत्यस्मिन् विषये इदानीं भवत्या उक्तं, प्रत्यक्षस्य विषयः कः इति चेत् आत्मा इति. आम् इति चेत् तत्र मनसा एव जीवस्य प्रत्यक्षं भवति इति नैयायिकानां मतम्. आन्तरप्रत्यक्षं तेषाम् अनुमानेन सिद्धिः नास्ति. न न, तत्र साक्षात् प्रत्यक्षं भवति इति तैः अङ्गीकृतम्. केवलम् आत्मनः प्रत्यक्षम् इति नास्ति, किन्तु तत् षड् गुणाः सन्ति किल आत्मगुणाः, ज्ञानम् अपि च सुख दुःख इच्छा द्वेष प्रयत्न इति षड् आत्मगुणानाम् अपि च तेषाम् आधारीभूत आत्मा इति द्रव्यस्यापि मनसा प्रत्यक्षं भवति इति नैयायिकानां चिन्तनम्. अपि च पृथिव्यादिचतुष्टयस्य परमाणुपरिमाणं स्वीकृतमस्ति, अत्र वायोः अपि परमाणुपरिमाणम् अस्ति इति नैयायिकानां मध्ये अस्ति. आम् अस्तु, तर्हि वायोः अवयवाः के तत् न ज्ञातुं शक्नुमः. तेजसः वायोः अवयवः परमाणवः एव. तत्र अन्तिमचरम अवयवाः परमाणवः एव. परमाणुद्वयोः मध्ये यदा संयोगः जायते तदा द्यणुकं लभ्यते इति तादृशं. किमर्थं वायुकार्यम् इति भवत्याः प्रश्नः वा? भवती एव चिन्तनं करोतु, किमर्थं वायुकार्य वायुः यत् यत् यः वायुः अस्ति तत्र यस्मिन् स्पर्शः भिन्न विधस्पर्शः अस्माभिः अनुभूयते सः वायुः कार्यम् इति किमर्थं स्वीकृतं नैयायिकैः? मम चिन्तनमस्ति वायोः नानात्वम् अस्ति, अतः तत् कार्यमस्ति, सः कार्यमस्ति, किन्तु न जाने समीचीनं न वा. समीचीनं, तत्र नानात्वं नानात्वं कुत्र कुत्र वर्तते तत्र अस्माभिः अधीतं किल, वदतु नानात्वं कुत्र पठितम् इति. वायोः कम्पनहेतुः अस्ति वृक्षादीनाम्, अपि च शरीरे वायोः प्राणरूपेण अस्ति, प्राणस्य अपि नानात्वम् अस्ति, एवं च न तदेव तदेव अस्ति. वायुलोके अपि तावत् तावद् वदामश्चेत् पर्याप्तं. हा वदतु भगिनि, क्षम्यतां, वदतु. न तर्हि किन्तु मम प्रश्नः अस्ति, नानात्वमस्ति तर्हि तस्य कार्यत्वमस्ति, किन्तु यदा घटः कार्यमस्ति तस्य अवयवाः कपालाः सन्ति, एवं वायोः अवयवाः के, परमाणवः एव वा? हा तत्र भवत्याः प्रश्नः इदानीम् अवगतं. तत्र घटस्य अवयवः कपालः, अपि च कपालस्य अवयवः कपालिका इति तादृशं तत्र क्रमः अस्ति. किन्तु वायोः अवयवानां विषये का किं चिन्तनम् इति भवत्याः प्रश्नः. तत्र तैः किमपि न उक्तं, किमर्थम् इत्युक्ते तत्रैव लाघवमस्ति इति, किमपि न वक्तव्यमस्ति किल. यदि भिन्नभिन्न इदानीं तत्र कार्यद्वयमेव अस्माभिः दृष्टम्, एकं तु वृक्षादिकम्पनहेतुः, अपि च शरीर अन्तरचारी यः प्राणः अस्ति तद् तस्मिन् उपरि तत्र किमपि वक्तव्यम् इति आवश्यकता एव नास्ति. तत्र भवती इदानीं पृच्छति चेत् अवयवाः के इति, किमर्थं तस्य ज्ञानं, किमर्थं तस्य आवश्यकता अस्ति इति प्रथमं वदतु, नो चेत् भवतु तत्र यत्किमपि भवतु, तत्र नामकरणं न दत्तं चेदपि तत्र परमाणूनां संयोगेन किमपि कार्यमस्ति इति तावदेव वदामश्चेत् पर्याप्तं भवति, तत्रैव लाघवमस्ति. अतः तैः न उक्तम्. धन्यवादः. अतः एव एतत् मुख्यसिद्धान्तः अस्ति, नैयायिकाः लाघवशरणीयाः सर्वदा, यावद् वक्तव्यं तावदेव ते वदन्ति. वयमेव वक्तुं शक्यते तत्र, इतोपि तत्र किमपि अवयवस्य नामं दत्वा एतदवयवमस्ति, अपि च तस्य अवयवः एतदस्ति इति अपि वक्तुं शक्यते यदि आवश्यकमस्ति चेत्. इदानीं तत्र घटस्य अपि पश्यतु, घटस्य अवयवः कपालः, कपालस्य अवयवः कपालिका. इदानीं कपालिकायाः अवयवः कः इति चेत् तैः न उक्तम्. किमर्थम् इति चेत् तत्र प्रयोजनमेव नास्ति, तत्र साक्षात् मृद् इति तत्र गच्छन्ति ते. अतः यावद् आवश्यकं तावदेव वक्तव्यं, तत्रैव लाघवमस्ति इति. समीचीनं, धन्यवादः महोदय. हा महोदय, अत्र द्वयणुकं किमर्थं परमाणुपरिमाणम् इति पृष्टवान् खलु. अत्र अत्र यत् द्रव्यम् अनेकद्रव्यम् अस्ति तस्य एव प्रत्यक्षं भवति, इत्युक्ते यद्द्रव्यं समवेतद्रव्यं तस्य एव प्रत्यक्षं भवति. अत्र द्वयणुकं तु परमाणौ समवेतम् अस्ति, परन्तु परमाणु कुत्रापि समवेतं नास्ति इति कृत्वा द्वयणुकं समवेतद्रव्यं नास्ति इति कृत्वा तस्य प्रत्यक्षं न भवति, अतः एव परमाणुपरिमाणम् इत्यस्मिन् अन्तर्भूतः. हा, किन्तु अतः एव मया तत् इदानीं मास्तु इति चिन्तितम्. इति किमित्युक्ते तत्र समवेतम् इति किम् इति वक्तव्यं, समवेतसमवेतत्वम् इत्युक्ते किम् इति वक्तव्यम् इति अस्ति. अपि च तत्र भिन्न तर्कः अपि अस्ति, तत्र अग्रे आयास्यति तत्. नैयायिकानां मतानुसारं प्रत्येकं कार्यम् एकक्षणं निर्गुणं तिष्ठति इति तेषां मतमस्ति. किमर्थम् इत्युक्ते प्रथमं द्रव्यं जायते, तदनन्तरमेव तस्मिन् गुणः भवति. किमर्थं तत्र गुणः इति भिन्नपदार्थः अस्ति इति एकं. द्वितीयं तु गुणः स्वेन यदा कदापि न तिष्ठति इति कृत्वा, अपि च अस्माकम् अवगमनमस्ति कारणं कार्यस्य पूर्वक्षणे भवेत् इति अपि अस्माभिः अधीतं किल. अतः तत्र द्रव्यम् इदानीं गुणः इति नूतनकार्यं जायेत् इति चेत् तस्मात् पूर्वक्षणे द्रव्यं भवेत्. इदानीं परमाणु इदानीं परिमाणम् इति गुणः अस्ति, द्व्यणुकम् इति कार्यमस्ति. केन जायते? परमाणुद्वयोः संयोगेन द्व्यणुकं जायते. इदानीं द्व्यणुके परिमाणं भवेत् इति चेत् तत्र द्व्यणुके कदा परिमाणमिति गुणः अस्ति, कदा परिमाणं जायते? द्वितीयक्षणे एव जायते इति अस्ति. इदानीं तत्र परमाणुषु परिमाणमेव नास्ति इति नैयायिकानां मतम्. अतः द्व्यणुके परिमाणं न भवति. तदनन्तरं तत्र यदा द्व्यणुकस्य उत्पादनं भवति, तदनन्तरं इदानीं तत्र यदा त्र्यणुकं जायते तत्र परिमाणं भवति इति अपि अस्ति. मया प्रायः समीचीनतया न उक्तं, तत्र समयस्य किमपि वैशिष्ट्यं नास्ति इति अहं चिन्तयामि. प्रायः यद्भवत्या उक्तं तदेव सत्यं, तत्र समवेतसमवेतत्वम् इति तादृशचिन्तनम् अस्ति. आम्, समीचीनं भगिनि, यद्भवत्या उक्तं तदेव सत्यं. तत्र समयस्य विषये किमपि वैशिष्ट्यं नास्ति, यद् यद् मया उक्तं तद्दोषाय. अस्तु, अत्रापि अत्रैव एतत् सर्वम् आगच्छति, अतः अग्रे दृष्ट्वा इतोपि चिन्तयितुं शक्यते अस्मिन् विषये. इदानीं कः पठति? प्रश्नः अस्ति अत्र आकाशस्य विषये, पुनः मम प्रश्नः अस्ति आकाशस्य विषये. आकाशः परममहत् परिमाणम् आकाशे अस्ति, इत्युक्ते परमाणुपरिमाण भिन्नपरिमाणम् अस्ति, तर्हि तत्र त्वगीन्द्रियेण प्रत्यक्षं किमर्थं न भवति? स्पर्शः अस्ति वा आकाशे? आकाशे स्पर्शः नास्ति, अतः न भवति. आकाशे स्पर्शः नास्ति इति कृत्वा न भवति. अस्तु, आकाशे शब्दः इति एव गुणः अस्ति. आम्, अतः अपि च त्वगिन्द्रियेण कः गुणः ज्ञातुं शक्यते? स्पर्शः, केवलं स्पर्शः. स्पर्शः तु सत्यं, केवलं स्पर्शः एव. परन्तु अत्र प्रत्यक्ष कस्य प्रत्यक्षं भवति इति चेत् तत्र यस्य उद्भूतरूपम् अस्ति, अपि च परमाणुपरिमाणं भिन्नपरिमाणम् इत्येव उक्तं, तर्हि अत्र परममहत्परिमाणं अपि च स्पर्शः हा हा हा क्षम्यतां हा अपि च स्पर्शः आवश्यकः अवगतम् अस्तु इति कृत्वा आकाशस्य त्वगिन्द्रियेण ज्ञानं न भवति आकाशे स्पर्शः इति गुणः नास्ति केवलं शब्दः इति गुणः एव अस्ति इति कृत्वा समीचीनम् इत्युक्ते कस्यापि इन्द्रियस्य दलद्वयम् अस्ति एकमस्ति परमाणुपरिमाणम् अतिरिक्तपरिमाणम् अपि च गुणः तद् इन्द्रियस्य सम्बद्धगुणः सत्यं सत्यम् इति अस्ति समीचीनं हा तदेव अस्ति अस्तु श्रीराम महोदय अग्रे पठति वा अस्तु अस्तु महोदय पूर्वोक्तलाघवयुक्तिः कालदिशोः एकत्वसाधनाय नित्यत्वसाधनाय च ज्ञातव्या तयोरपि अनुमानेन साधनात् अनुमानेन सिद्ध्यतः पदार्थस्य नित्यत्वे एकत्वे च लाघवात् मनस्तु अनुमित्तम् अपि नैकम् बाधकसत्वादिति प्रागावेदितम् एव लक्षितस्यापि च आकाशस्य एकत्वात् विषयविभागः न कृतः यदा पूर्वं लाघवम् आधारीकृत्य आकाशस्य विभुत्वं स्वीकृतम् एवमेव कालदिशोः एकत्वसाधनाय एकत्वं नित्यत्वसाधनाय च लाघवं स्वीकरणीयः लाघवं स्वीकरणीयम् तयोरपि अनुमानेन साधनात् अत्रापि अनुमानमेव अस्माकम् आश्रयः अनुमानेन सिद्ध्यतः पदार्थस्य नित्यत्वे एकत्वे च लाघवात् यदा लाघवं स्वीकुर्मश्चेत् लाघवात् एतयोः पदार्थयोः नित्यत्वम् अपि च एकत्वम् अनुमानेन सिद्धितं भवति मनः तु अनुमितम् अपि एकं मनः तु एकम् अनुमानेन एव अस्माभिः ज्ञातं तद् महोदय मनः एकम् इति नास्ति नैकम् इति दत्तम् न एकं बाधकस्त्वादिति प्रागावेदितम् एव तद् अहं न अवगच्छामि महोदय मनसस्तु अनिमितमपि मनः इति इन्द्रियम् अस्ति इति कथं ज्ञातम् अनुमानेनैव ज्ञानं ज्ञातं तत्र औत्सर्गिकं किम् उक्तम् अस्माभिः यत्र यत्र अनुमानं भवति तत्र सर्वत्र औत्सर्गिकरूपेण नित्यत्वम् एकत्वम् अपि च विभुत्वं यदि बाधकं नास्ति चेत् तादृशमेव स्वीकर्तव्यम् इति इदानीं मनसः विषये अनेकत्वं स्वीकृतम् अनेकत्वं स्वीकृतम् अस्तु न एकं तत्र मनां मनसः विषये तत्र अनेकत्वं स्वीकृतं किमर्थम् अनेकत्वं स्वीकृतम् अनेकत्वं न स्वीकुर्मश्चेत् तत्र बाधकं भवति कस्मिन् विषये अस्माकम् अनुभवः अस्ति मनः भिन्नभिन्न अस्ति अनुभवः अस्ति इति नास्ति अनुभवः नास्ति भोः अत्र पश्यतु मनः इति इन्द्रियम् अस्ति इति केन ज्ञातम् अनुमानेन ज्ञातम् अनुमानेन यद् ज्ञायते तस्य अनुभवः यदा कदापि न भवति. अनुभवः नास्ति. अस्तु. हा, अतः किमर्थं मनः अनेकम् इति स्वीकृतं? तत्र कारणं किम्? एकं मनः एकम् इति स्वीकुर्मश्चेत् तत्र कः क्लेशः भवति? सर्वेषां जीवः अनेकाः सन्ति. तेषाम् एकैकजीवे प्रत्येकं इच्छाद्वेष सुखदुःखादि अनुभवाः सन्ति. मनसा एव एते सर्वे ज्ञायन्ते. यदा एकः मनः एव अस्ति चेत् सर्वेषाम् इच्छाद्वेष सुखदुःखादि ज्ञानं सर्वेषां भवति. इति कारणेन अनेकं भवतु इति अहं चिन्तयामि. हा, समीचीनम्. अतः तद् अत्र तत् अतः एव उक्तम् अत्र तद् बाधकसत्त्वम् इत्युक्ते तत्र बाधकमस्ति इति. बाधकसत्त्वम् इत्युक्ते बाधकम् अस्ति. कुत्र? एकत्वे बाधकमस्ति. कीदृशबाधकमस्ति? यदि एकमेव मनः लोके अस्ति इति स्वीकुर्मश्चेत् यदा भवतः आत्मनि दुःखः जायते तदा अहमपि तद् ज्ञातुं शक्यते, अपि च तस्य प्रत्यक्षं मयापि करणीयं भवति. किमर्थमित्युक्ते आवां मध्ये एकः एव मनः इति कृत्वा. यदा भवतः आत्मनि सुखं जायते तदा अहमपि सुखी भवेत्, किन्तु तादृशं नास्ति. यस्मिन् समये भवान् सुखी अस्ति तस्मिन्नेव समये अहं दुःखी अस्मि इति कृत्वा तत्र मनसः बहुत्वं स्वीकर्तव्यं भवति. अस्तु. इति एव तत्र वार्ता अस्ति, मुख्यवार्ता. इदानीं तत्र औत्सर्गिकत्वेन तत्र एकत्वं स्वीकर्तव्यं भवति. किन्तु यदा किमपि बाधा न भवति चेत् अत्र बाधा भवत्येव इति कृत्वा तत्र अनेकत्वं स्वीकृतम् अति. तदेव उक्तं, मनसस्तु अनिमित्तमपि न एकं बाधकसत्त्वात् इति प्रागेव प्राग् आवेदितम् एव इति उक्तम्. प्राग् आवेदितम्. अग्रे महोदय, लक्षितस्यापि लक्षितस्यापि आवेदितम् इति उक्तं, निरूपितम् इति उक्तम्. लक्षितस्यापि चाकाशस्य एकत्वात् विषयविभागः न कृतः. विषयविभागः लक्षितस्यापि आकाशस्य एकत्वात् आकाशे एकः इति अस्ति. विषयविभागः न कृतः. एकः अस्ति इति कारणेन तस्य विभागः न सन्ति वा? हा, एक अवयवः न तत्र पृथिवी इति न तद् नास्ति. इदानीं पृथिवी इति स्वीकुर्मश्चेत् तत्र लक्षणे किमुक्तं? नित्यं सा च पृथिवी द्विविधा, नित्यं च अनित्यं च. अनित्यं पुनस्त्रिविधा. अनित्यं पुनस्त्रिविधा शरीरविषय इन्द्रियभेदात् इति. अस्तु. इति तत्र विषयविभागः शरीर इन्द्रियविषयभेदात् विषयविभागः कृतः. किन्तु अत्र आकाशस्य एकत्वात् विषयविभागः न कृतः इति अस्ति. समीचीनं, धन्यवादः महोदय. इदानीं भानुचैतन्य महोदय अग्रे पठति वा? महोदय, अस्ति तथापि तत्र त्रिपञ्चाशत् तमपुटे. अस्ति तथापि श्रोत्रेन्द्रियम् आकाशरूपं कुतः तन्नोक्तम् उच्यते? घ्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते. तत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव. महोदय अग्रिमे अपि तथा हि द्वाभ्यां पृथिवी परमाणुभ्यां पृथिवी द्वयनुकम् उत्पद्यते. त्रिभिः द्वयनुकैः त्रयणुकम् उत्पद्यते. चतुर्भिः त्रयणुकैः चतुरणुकम् इत्येवम् अवयवीनां घटादीनाम् उत्पत्तिः भवति. तत्र पृथिवीपरमाणुद्वयनुकयोः उद्भूतरूपसत्त्वेऽपि परमाणुपरिमाणातिरिक्तपरिमाणाभावात् प्रत्यक्षं न भवति इति प्रागुक्तम्. त्रयणुकात् प्रभृति चरम अवयविपर्यन्तं सर्वेषु महत्त्वोद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षम् एवं जलादौ अस्ति. श्रोत्रेन्द्रियम् आकाशरूपम् श्रोत्रेन्द्रियं यदस्ति तद् आकाशरूपं आकाशरूपं किं महोदय तत्? हा अत्र इदानीं प्रश्नः कृतः वर्तते. किं प्रश्नः, कः प्रश्नः इति चेत् तत्र पूर्वस्मिन् वाक्ये लक्षितस्यापि आकाशस्य एकत्वात् विषयविभागः न कृतः इति उक्तं किल. इत्युक्ते आकाशः एकः इति कृत्वा तत्र शरीर इन्द्रिय विषयभेदात् तत्र वैविध्यं न उक्तम् इति अस्ति. इदानीं तत्र शरीर इन्द्रिय इति अपि अस्ति किल. इदानीं तत्र श्रोत्रेन्द्रियमस्ति. यत् इदानीं यद् श्रोत्रेन्द्रियं भवतः अस्ति तद् मम नास्ति किल. आवयोः मध्ये श्रोत्रेन्द्रिये भेदः वर्तते, वर्तते वा न वा? वर्तते वर्तते. हा इत्युक्ते श्रोत्रेन्द्रियाणि बहूनि सन्ति. श्रोत्रेन्द्रियाणि बहूनि सन्ति. इदानीं श्रोत्रेन्द्रियाणि बहूनि सन्ति चेत् अपि च श्रोत्रेन्द्रियं कीदृशम् इत्युक्ते श्रोत्रेन्द्रियं साक्षात् आकाशमेव. आकाशरूपम् इत्युक्ते स्वरूपम् इति अवगन्तव्यं. रूपमित्युक्ते अत्र रूपमिति गुणः नास्ति, स्वरूपं. श्रोत्रेन्द्रियं किम् इति चेत् आकाशमेव श्रोत्रेन्द्रियम् इति अस्ति. कीदृशद्रव्यम् इत्युक्ते आकाशं श्रोत्रेन्द्रियमेव. यथा घ्राणेन्द्रियं पार्थिवद्रव्यमस्ति, यथा रसनेन्द्रियं जलीयद्रव्यमस्ति, तथा श्रोत्रेन्द्रियम् आकाशीयद्रव्यम् इति न वक्तव्यं, किन्तु साक्षात् आकाशमेव. तथापि भिन्नश्रोत्रेन्द्रियाणि अङ्गीकृतानि सन्ति. यत् यत् श्रोत्रेन्द्रियं भवतः अस्ति तत् मम नास्ति. अपि च आवयोः यत् श्रोत्रेन्द्रियम् अस्ति तत् अन्येभ्यः भिन्न अस्ति इति कृत्वा तत्र बहवः बहूनि श्रोत्रेन्द्रियाणि सन्ति इति कृत्वा किमर्थम् आकाशः आकाशस्य बहुत्वं न स्वीकृतम् इति प्रश्नः. अतः एव पृष्टमत्र कुतः तन्न उक्तं. तन्न उक्तम् इत्युक्ते श्रोत्रेन्द्रियं बहूनि सन्ति इति कृत्वा, श्रोत्रेन्द्रियाणि बहूनि सन्ति इति कृत्वा तत्र आकाशस्यापि बहुत्वं भवेत्, किमर्थं न स्वीकृतम् इति पृष्ट इति पृष्टम् इति प्रश्नः अत्र. आम् महोदय, श्रोत्रेन्द्रियम् आकाशरूपम् इति इदानीं तस्मिन् विषये कष्टम् न, तत्र तादृशमेव प्रयोगः वर्तते. अत्र रूपम् इत्युक्ते स्वरूपम् इति अवगन्तव्यं. हा अग्रे. घ्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते. इन्द्रियं ग्रहण इन्द्रियं वा त्वगेन्द्रियं वा इत्यादि चतुर्णां श्रोत्रेन्द्रियं विना तैः अवयवैः जायते. कथम् इत्युक्ते तत्र प्रक्रिया घटवत् घटादिद्रव्ये कपालः यद् अस्ति तादृशी अणुः प्रथमतः अणु अस्ति तत् द्वैनुकं भवति तद् त्रैणुकम् उत्पद्यते चतुर्भिः त्रिणुकैः चतुरणुकम् अपि उत्पद्यते चतुरणुकम् इत्येवम् अवयवीनां घटादीनाम् उत्पत्तिः भवति. तत्र पृथिवी परमाणुद्वयणुकयोः उद्भूतरूपसत्त्वेपि पृथिवी परमाणु द्वयणुकयोः अपि परम् परिमाणं परमाणुपरिमाणमिति पूर्वं धनुकस्य परमाणुपरिमाणमेव स्वीकृतं केवलं परमाणूनाम् इति नास्ति धनुकानामपि परमाणुपरिमाणमेव स्वीकृतम् उद्भूतरूपं किन्तु अस्ति महोदय. हा तेषु उद्भूतरूपमस्ति कीदृशपरमाणूनां तत्र पार्थिवपरमाणूनां पृथिवीपरमाणुद्वणुकयोः उद्भूतरूपसत्त्वे अपि परमाणुपरिमाणभिन्नपरिमाणम् अतिरिक्तपरिमाणं अभावात् तस्य अतिरिक्तपरिमाणस्य अभावात् प्रत्यक्षं न भवति इति प्रागुक्तं तत्र बहुवारं चर्चितं किल अस्माभिः चर्चितम्. आं महोदय आं सत्यं त्रयणुकात् प्रभृति चरम अवयविपर्यन्तं सर्वेषु महत्त्वोद्भूतरूपयोः त्रयणुकात् अपि उद्भूतरूपमस्ति तत् तत् तत् चरम अवयवी यद् अस्ति वस्तु उत्पत्तिः पूर्वं तत् ते सर्वे महत् उद्भूतरूपमस्ति. अत्र पश्यतु चरम अवयवी इति उक्तं चरम अवयव इति नास्ति. चरम अवयवी इत्युक्ते किं कारणं न अवयवी अवयवः कारणं भवति अवयवी चर्म इत्युक्ते घटः अस्ति चेत् कपालः चर्म अवयवी न महोदय इदानीं घटः इति स्वीकरोतु घटः अपि च कपालः इदानीं कपालः अवयवः वा अवयवी वा कपालः अवयवः महोदय घटः अवयवी सत्यं हा अतः चरम अवयवी इत्युक्ते किम् अन्तिमरूपं किम् अस्ति तत् हा अन्तिमकार्यं तदेव अवयवी इत्युक्ते अत्र घटः इति स्वीकुर्मश्चेत् तदेव चरम अवयवी भवति त्रेणुकात् प्रभृति चरम अवयवीपर्यन्तं हा सर्वेषु उद्भूतरूपम् अस्ति ते परमाणुपरिमाणभिन्नपरिमाणमपि अस्ति अतः इति कृत्वा ते सर्वे प्रत्यक्षं भवितव्यं ते सर्वे प्रत्यक्षयोग्याः इत्युक्ते तेषां प्रत्यक्षं भवत्येव. एवं जलादौ तत्र आदिपदेन किं किं सूचितम् जल अथवा तेज महोदय वायोः का गतिः वायोः तु उद्भूतरूपं नास्ति महोदय सत्यम् इति कृत्वा अत्र इदानीं तत्र प्रकृतिविषये उद्भूतरूपमस्ति यस्मिन् वर्तते इत्यस्मिन् विषये एव चिन्तनमस्ति इति कृत्वा तत्र वायुः आदिपदे वायुः न भवति केवलं जलम् अपि च तेजः. समीचीनम्. इदानीं समयः जातः, परन्तु घ्राणेन्द्रियाणां चतुर्णामपि इन्द्रियेण. अस्तु, प्रायः अग्रिमसप्ताहे इतोपि चिन्तयितुं शक्यते. अत्र कस्यापि सन्देहः वर्तते वा? तत्र उत्पत्तिक्रिया तार्किकपदानुसारेण सूत्रेन्द्रियम् आकाशं केवलम् आकाशमेव. आम्, तस्मात् सर्वं तत्र अस्ति. सन्ति किमस्ति इतरान् इतरचतुष्टय इतर इतरा इतर ग्रामे ग्रामेन्द्रिया श्रोत्रेन्द्रिय तन्नोक्तम् न सम्यक्तया न श्रूयते महोदय. भवान् हेड्फोन्स् उपयोगं करोति वा? श्रूयते, इदानीं सम्यक्तया श्रूयते. इदानीं सम्यक्तया श्रूयते, वदतु. श्रोतेन्द्रियम् आकाशमेव. आम् इति ग्राणेन्द्रियं पृथिवीरूपम् एव एनम् अथवा आम् पार्थिवद्रव्यं ग्राणेन्द्रियं पार्थिवद्रव्यं पार्थिवद्रव्यं पृथिवी पृथिवी इस् देर् एनी डिफरेन्स् बिट्वीन् दम् अथवा विवाहमस्ति तयोः तयोर्मध्ये पार्थिवं तयोः पृथिवी तयोः पार्थिवद्रव्यम् अथवा पृथिवीत्वम् अस्ति. पार्थिवम् इत्युक्ते पृथिवीत्वस्य पृथिव्याः भावः पृथिवीत्वं यत् एकमेव तदेव पार्थिवं सो एकमेव. आमां, किमपि भेदः नास्ति, भेदं नास्ति जायते. तत्र प्रक्रिया घटादिद्रव्य यादृशी तादृशी एव तथा हि द्वाभ्यां पृथिव्या पृथिवीभराणाम् अनुभ्यां पृथिव्याद्य तत्र त्रिभिः द्युणुकैः त्रयणुक उत्पद्यते चतुर्भिः त्रयणुकैः तदेव मतानुसारिणस्य प्रक्रिया. आमामां, तदेव नैयायिकानां प्रक्रिया अस्ति. द्वाभ्यां परमाणुभ्यां तत्र द्व्यणुकं जायते, तत्र त्रिभिः द्व्यणुकैः त्रैणुकं जायते, चतुर्भिः त्रणुकैः चतुरणुकं जायते इति तादृशप्रक्रिया अस्ति. तेषां प्रक्रिया अस्ति, हा तदेव तेषां प्रक्रिया अस्ति. आमां, तदेव मम सन्देहं महोदय. अस्तु अस्तु, प्रक्रिया एव. आमां, तत्र प्रक्रियायां किमपि क्लेशः अस्ति वा? इदानीं तत्र बाधा किमपि अस्ति वा भवतः चिन्तने? क्लेशं नास्ति, क्लेशं नास्ति. अस्तु, तर्हि स्वीकुर्मः, तत्र क्लेशः नास्ति चेत्. तत्र तत्र क्लेशं नास्ति. प्रक्रिया मम सन्देहः प्रक्रिया अथवा चिन्तनं तत्रैव एव. अत्र एतत् सर्वम् ऊहा एव किल, तत्र अनुमानमेव कुर्वन्ति इति. यदि तत्र क्लेशः वर्तते चेत् तत्र इतोपि चिन्तनीयम्. इदानीं त्रिभिः द्विणुकैः त्रिणुकमुत्पद्यते इत्यस्मिन् विषये किमपि क्लेशः अस्ति चेत् कथं वा द्विणुकद्वयोः त्रिणुकं किमर्थं न सूचितं न स्वीकृतम् इति तादृश तत्र किमपि क्लेशः अस्ति चेत् इतोपि चिन्तनीयं, नो चेत् स्वीकुर्मः तदेव ते वदन्ति. सो त्रयोणुकं चतुर्णुकं प्रत्यक्षं वा प्रत्यक्षम् अस्ति वा? आमामाम् इति तेषां चिन्तनं सत्यं. त्रेणुकस्य प्रत्यक्ष प्रत्यक्षं भवति भवितुमर्हति. चतुर्णुकं सो परमाणु अथवा द्वेणुकं न प्रत्यक्षं सत्यम्. आम् धन्यवादः महोदय. अस्तु समीचीनम्. अस्तु सर्वेषां धन्यवादः. अत्र स्थगयामः.